नमस्सर्वेभ्यः समासचित्रवर्गे सर्वेषां स्वागतम्। ॐ अष्टायी जगन्मादा यस्य चित्ता समुत्थिता वेदानाम् उपकराय तस्मै पाणिनेये नमः। शब्दब्रह्मसमाराध्य कृतवान् यो विलक्षणं सर्वैश्वर्यमिदं शास्त्रं तस्मै पाणिनेये नमः। येन दौदा गिरः पुंसा विमलैः शब्दवारिभिः तमश्चायं समश्चाज्ञजं भिन्नम् तस्मै पाणिनेये नमः। समासचिन्तनवर्गं जायमानमस्ति। सप्तमी तत्पुरुषसमासमेव उपलयोकाम। तत्पूर्वं समाससूत्राणि पठित्वा वर्गं प्रति गच्छामः। गीताञ्जलिभगिनी सूत्राणि पठति वा? पठामि महोदय, क्षम्यतां, म्यूट् अस्तु, चिन्ता मास्तु। एकनिमेष महोदय। यदि स्क्रीन् पश्यति चेत् स्क्रीन् अस्ति। संख्या महोदय एकवारं वदतु। द्वितीयाध्यायस्य प्रथमपादस्य द्विविंशति सूत्रादारभ्य पेज् 44 गीताञ्जलि भगिनी। हा हा हा, धन्यवादः, क्षम्यता। अस्तु, तत्पुरुषः द्विगुश्च द्वितीया द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतात् कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रणश्लक्ष्णैः कर्तृकरणे मिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदार्थ बलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक् बन्धैश्च ध्वाक्षेण क्षेपे कृत्यैरणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थो उत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः समान्याप्रयोगे सामान्याप्रयोगे क्षम्यता महोदय विशेषणं विशेष्यणबहुलम् पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च वीराश्च श्रेण्यादयः कृतादिभिः तेन नैव शिष्टेनानै तेन नैव कथं वदनीयं महोदय तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानम् कतरकतमौजातिपरिप्रश्ने किं क्षेपे प्रवक्तृ श्रोत्रियाध्यापकधूर्तै जातिः प्रशंसा वचनैश्च युवा खलितपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरवंशकादयश्च पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यान्तरस्याम् तुर्याण्यतरस्याम् प्राप्तापन्ने च द्वितीयया कालापरिमाणिना नै ईषद्दकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसद्य सदव्ययस्तव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणावाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिं उमैवाव्यय अमैवाव्ययेन तृतीया प्रभृतिन्यान्यतरस्यां त्वाच समीचीनं भगिनि, धन्यवादः. धन्यवादः महोदय. गोमती भगिनी समासान्तसूत्राणि पठति वा? आं पठामि महोदय. तत्पुरुषसमासान्तसूत्राणि. तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः अहः सर्वैकदेशसङ्ख्यातपुण्याक्षरात्रेः अह्नोन्हयेदेभ्यः न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च घोरतद्धितलुकि अग्रख्यायां पुरसः अनुष्मय अनुष्माय सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेष्णः उपमानाद् अप्राणिषु उत्तरमृगापूर्वच्च संसक्थनः नावोदिगोः अर्धाश्च कार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्ताननपुंसकाच्छन्दसि. अस्तु महोदय, धन्यवादः. सूत्रद्वयमपि अस्ति. क्षम्यतां. ब्रह्मणो जानपद पदाख्यायां ब्रह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम् एव देव न. धन्यवादः. धन्यवादः. वर्तमानविषयमस्ति सप्तमी तत्पुरुषसमासस्य विषये पुनरावलोकनं कृत्वा गतवर्गे भगिन्या यत् चालितं तस्य अवलोकनमपि कुर्मः. अत्र सप्तमी तत्पुरुषसमासः पञ्चमी तत्पुरुषसमासस्य अनन्तरं भवति. अन्तरे षष्टितत्पुरुषसमासस्य सूत्रं तत्र नास्ति इति प्रथमपरिच्छेदे दत्तमस्ति. षष्टिमी षष्टितत्पुरुषसमासस्य विषये सप्तमीतत्पुरुषसमासस्य पठनानन्तरं तस्य विषये पठिष्यामः इति दत्तमस्ति. इति कृत्वा सप्तमी तत्पुरुषसमासस्य तत्र नवसूत्राणि सन्ति. द्वितीयपादस्य प्रथम द्वितीय अध्यायस्य प्रथमपादस्य पञ्चम पञ्चाशत् सूत्रादारभ्य ऐ थिङ्क् 40 to 48 इति सूत्रपर्यन्तम् अस्ति. रैट्, ओके. तत् प्रथमसूत्रमस्ति सप्तमी शौण्डैः. तत्र सप्तमी शौण्डै विषये शर्मला भगिनी पठति वा प्रथमपरिच्छेदम्? पठामि महोदय, परन्तु अहं केचन कक्षायां न आसम्. सप्तमी सप्तम्यन्तं पदं शौण्डादिपदे पठितैः भगिनी, यदि भगिन्या कृते पञ्चमी तत्पुरुषसप्तस्य किमपि अवलोकनम् इच्छति वा? न महोदय, अहं स्वयमेव पठामि. सम्यक्. सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते. सप्तमी तत्पुरुषः च भवति सप्तमी शौण्डैः. सप्तम्यन्तं पदं शौण्डादिभिः समर्थसुबन्तपदैः सह समस्यते. तत्पुरुषाश्च समासश्च विकल्पेन भवति. शौण्डादिगणे एते शब्दाः सन्ति शौण्डधूर्धितव व्याड प्रवीण संवीद अधिकरणार्थप्रधानः अन्तर् अधि पटु पण्डित कुशल चपल निपुण. अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते. सप्तमी प्रथमान्तं शौण्डैः तृतीयान्तं द्विपदमिदं सूत्रम्. शुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्पणारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः. सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते. विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. सप्तमी सुप् शौण्डैः सुप्भिः सह विभाषा तत्पुरुषः समासः. अत्र सप्तमी तत्पुरुषस्य प्रथमं सूत्रम् अस्ति सप्तमी शौण्डैः. शौण्डादिगण इति कश्चन गणः अस्ति, तत्र पठिताः शब्दाः सन्ति शौण्डधूर्तकितवव्याडप्रवीण निपुणपर्यन्तं. परन्तु अत्र अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते, तस्य तत् अहं न सम्यक् वक्तुं शक्नोमि. परन्तु तत्र सप्तम्यन्तं शब्द शौण्डनिपुण इत्यादि शब्दैः सह विकल्पेन सप्तमी तत्पुरुषसमासः भवति इति सूत्रार्थं भवति. सप्तमी सुप् अतः सप्तम्यन्तं सुबन्तं शौण्डैः सुप्भिः सह शौण्डादिगणे ये सुप्शब्दाः सुबन्तशब्दाः उक्ताः तेन सह विभाषा तत्पुरुषः समासः विकल्पेन तत्पुरुषसमासः भवति. सप्तम्यन्तं पदम् इति कथं जानीमः? तत्र सप्तमी सुप् शौण्डैः सुप्भिः इति सप्तमी सुप् सुप्भिः सप्तम्यन्तं तु सूत्रे नास्ति, किन्तु अहं विस्मरामि येन विजिस्टर् प्रत्यये सप्तमी तत्र विभक्ति इत्युक्ते सहस्रविभक्ष्यन्तम् इति अर्थं भवति. प्रत्ययगृहणे तदन्तं गृह्याः प्रत्ययगृहणे तत् परिभाषासूत्रं प्रत्यग्रहणे तदन्तग्राह्या. अस्तु, समीचीनं भगिनि. अत्र अधिकरणप्रधान अन्तर इति शब्दस्य प्राधान्यमस्ति. अन्तर् इति पदस्य साधारणतया उभयवस्तूनां मध्ये यत् अस्ति तस्य एव अर्थं भवति. तत्र अधिकरणप्रधानम् इति तत्र किं वदति इति चेत् उभयपदानां वस्तूनां मध्ये यत् अस्ति तत् तस्मिन् अधिकरणत्वं भवति, तत्र अधिकरणप्रधानं भवति. विभजनार्थमपि कोऽपि वस्तु उभयवस्तूनां मध्ये स्थापितुं शक्यते, तत्र तु अधिकरणप्रधानं न भवति. तत्र अन्तर् इति अधिकरणप्रधानं तथैव भवति यत्र मध्ये स्थापितवस्तूना वस्तु या शब्दं द्योतयति तस्मिन् किमपि विशेषणं भवति तत्र अधिकरणप्रधानं भवति. यदि उदाहरणं दृष्ट्वा समीचीनं भवति. किन्तु अधिकरणप्रधान अन्तर् गणमध्ये किं दत्तमस्ति इति मम चिन्तनम्. यदि अन्तर्शब्दस्य एव अधिकरणप्रधानमस्ति वा, अतः तदनन्तरम् अधिपटु पण्डित पण्डितकुशलचपलनिपुण एतानां शब्दानाम् अपि अधिकरणार्थप्रधानं भवति वा इति. नास्ति महोदय, अहं मन्ये अधिकरणप्रधान अधिकरणार्थप्रधान अन्तर एव. किमर्थं चेत् अधि इति अव्यय अव्ययभावसमासे अधिकरणार्थे अव्ययभावसमासः भवति. अण्ड् इन् वन् आफ् द अवर् रीसेण्ट् लेक्चर्स् आफ् विद्याभगिनी ऐ थिङ्क् ऐ हर्ड् अधि इति अधिकार अधिकरणार्थे नास्ति अत्र. सो अहं चिन्तयामि अन्तर इति अधिकरणार्थप्रधानः. अस्तु, वर्गे उक्तमस्ति वा अधि हरि अधि हरि हरि इतौ इति अस्ति न अव्ययभावसमासः? आम्, तत्र अधिकरणार्थे भवति. ईश्वरादीनः तत्र अधिकरणं नास्ति वा? तत्र अधिकरणं नास्ति, स्वामित्वम् अस्ति अधीश्वरे इति सूत्रेण. सी, दिस् इस् वाट् ऐ हव् अण्डर्स्टुड्. मे वी रैट् आर् राङ्ग्? ओके, न न न, ऐ एम् आल्सो जस्ट् आस्किङ्ग् फार् द पर्पस् आफ् क्लारिफिकेशन् फार् मैसेल्फ् एण्ड् सो देट् आल् आफ् अस् विल् गेट् अ क्लारिटि. ओके, सो नार्मलि पाणिनि हेस् अ स्टैल् वेन् ही ब्रिङ्ग्स् सम् क्वालिटि आन् अ वर्ड् इन् बिट्वीन् or if he brings in a quality for a word, word he puts in such a way that part of that group is considered for that qualification and the rest of the thing is like, you know, we have said samonartha kalaha nidulam mishra swakshmaihi tatra samonartha. So he has put that samonartha is in between. Up to that samonartha alone is that whether we have to, because where the word is taken for the samana, sama unartha, sama is also there, unartha is there, but there where we had to see, no, we saw that something similar. I was wondering whether he has done something similar here also. I had also this doubt, but after hearing the lecture, this is what I have understood. Now I also remember Bhagini saying that, you know, if it is adhi is in adhikaranartha, then avyayi bhava samasa only will happen for the adhi. Okay, prashnam asti va Geeta Adhi Bhagini? क्षम्यतां महोदय. तत्र अधि ईश्वरे भूः तु एकम् एकः पक्ष अधि ईश्वरे भूः, किन्तु अन्य पक्ष अस्ति एकम् अन्यपक्ष अस्ति. भेदः मम मनसि नास्ति, स्पष्टं नास्ति महोदय. अवलोकनं कुर्मः, उदाहरणं पठित्वा तत्र गच्छामः. अस्तु महोदय, धन्यवादः. शर्मभगिनी, उदाहरणम् अस्मिन् सूत्रे सप्तमी सूत्रस्य तदारभ्य अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनं संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति. उदाहरणानि अक्षेषु शौण्डः, स्किल् अक्षशौण्डः अक्षेषु शौण्डः, अक्षयोगः सु शौण्डयोगः सु, तत्र अन्तिमरूपं भवति अक्षशौण्डः. अक्षेषु धूर्तः, अतः अत्र अक्षेषु इति सप्तम्यन्तं पदं पूर्वनिपातं भवति. शौण्डः धूर्तः इत्यादि सुबन्ताः परे आगच्छन्ति. अक्षधूर्तः अक्षेषु धूर्तः, काव्येनिपुणः काव्यनिपुणः, शास्त्रे निपुणः शास्त्रनिपुणः, कार्ये कुशलः कार्यकुशलः, तर्के कुशलः तर्ककुशलः गुहायां संवीतः गुहासंवीतः ईश्वरे अधीन ईश्वराधीन स्त्रीषु धूर्तः स्त्रीधूर्तः अक्षेषु कितवः अक्षकितवः अक्षेषु व्याढः अक्षव्याढः कर्मणि प्रवीणः कर्मप्रवीणः पठने पटुः पठनपटुः सभायां पण्डितः सभापण्डितः वाचि चपलः वाक्चपलः तर्के कुशलः तर्ककुशलः शास्त्रे निपुणः शास्त्रनिपुणः एकं विशिष्टं किमस्ति अन्धर् शब्दस्य उदाहरणम् अत्र दत्तमस्ति बाकि सर्वे शब्दानाम् उदाहरणमस्ति अन्धर् शब्दस्य उदाहरणं न दत्तमस्ति अत्र तत्र तस्य विषये अग्रिम परिचय दर्शयामः अस्तु धन्यवादः भगिनि उषा भगिनि महोदय महोदय तत्र अक्षेषु षण्डैः अपि च अक्षेषु धूर्तः तत्र अक्षेषु अस्ति चेत् स्किल्ड् इन् लुकिङ्ग् वा इति अक्षशलाका संख्यापरिणा इति अक्ष इति डैस् अस्ति नाट् टु नाट् ऐस् ओ इट् इस् अ डैस् प्लेड् इन् दट् यु नो डैस् गेम् We have studied, no? Aksha-shalaka-sangya-parina in that one. Aksha is a dice made out of hard wood or bone, animal bone, which will have six faces. Namaste, Arunabhagini. षौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमी तत्पुरुषसमासः भवति अस्मिन् विषये कारकसम्बन्धं किञ्चित् अध्येतव्यं यथा अधि ईश्वरे भूः ईश्वराधीना भूः अधि ईश्वरे भूः इति व्यस्तप्रयोगः अत्र सप्तमी षौण्डैः इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तमी अन्तेन सह समासः भवति भूः नाम भूमिः इत्यर्थः ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते ईश्वरः स्वामी भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे इति सूत्रेण तत्पश्चात् यस्मात् अधिकं यस्य चेश्वरवचनं तत्र सप्तमी इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमी विभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति परन्तु ईश्वर इति शब्दात् सप्तमी विभक्तिः ज्ञायते चेत् एव समासः शक्यते भू इति शब्दात् सप्तमी ज्ञायते चेत् समासः न शक्यते भ्वादीनः ईश्वरः इति समासः न ज्ञायते अधि ईश्वरे भूः इति लौकिक इति विग्रहवाक्य सारी इति विग्रहवाक्यम् अस्ति चेत् समासः ईश्वराधीना भूः इति भवति. व्यस्तप्रयोगम् अपि शक्यते, आधि ईश्वरे भूः इति व्यस्तप्रयोगम्. अत्र सप्तमीषौण्डैः इति सूत्रेण आधि इत्यस्य ईश्वरे इति सप्तमी अन्तेन सह समासः भवति. सो अति अधि इति आधि इति पदम् ईश्वरे इति पदेन समस्यते. भूः नाम भूमि इत्यर्थः. ओके, ईश्वरे अधीना भूः इति विग्रहवाक्ये स्वसम्बन्ध स्वस्वामिसम्बन्ध भावसम्बन्धः ज्ञायते. इत्युच्यते ईश्वरे इति ईश्वरः इति स्वामी, भूः इति स्वा, तत्कारणात् स्वस्वामिभावसम्बन्धः ज्ञायते. आदि इति पदस्य कर्मप्रवचनीया भवति. आदिरीश्वरे, आदिरीश्वरे इति कर्मप्रवचनीयसंज्ञासूत्रे सूत्रम् अस्ति. आदिरीश्वरे, आदिरीश्वरे इति सूत्रेण कर्मप्रवचनीयसंज्ञायुक्ते, कर्मप्रवचनीयसंज्ञायुक्ते जनरलि पर्यायेण द्वितीया. अत्र कर्म आदिरीश्वरे इति सूत्रेण सप्तमी विभक्तिः भवति. अत्र आदिरीश्वरे संज्ञासूत्रमस्ति. आदि ईश्वरे कर्मप्रवचनीया इति अनुवृत्ति. आकाडारात् एका संज्ञा, प्रागीश्वरा निपाता कर्मप्रवचनीया, एतानां सूत्राणाम् अधिकारे अस्ति. संज्ञासूत्रं निपातयति कर्म अधि इति ईश्वरे युक्ते सति अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति. तत्र पश्य काशिकावादः किं वदति, ईश्वरः स्वामी स च स्वम् अपेक्षते. स्वामी भूत्वा किमपि अपेक्षा नास्ति, स्वमेव अपेक्षा. तदयं स्वस्वामिसम्बन्धो सम्बन्धे अधि कर्मप्रवचनीयसंज्ञा भवति. तत्र कदाचित् स्वस्वामिनः कर्मप्रवचनीयविभक्ति सप्तमी भवति, कदाचित् स्वात् अधि ब्रह्मदत्ते पाचल. अस्य उदाहरणं भगिनी अपि दत्तमस्ति. तत्र किं वदति इति चेत् श्री स्वस्वामिसम्बन्ध वद स्वामित्वम् ईस् इन् द पर्सन् बिकास् हि किमपि न अपेक्षते फार् दट् बिकास् हि इस् द स्वामी. सो दर् फोर् द ईश्वर पदं विच् इस् एडेड् टु अधि ईश्वर विल् हेव् सप्तमी. नाट् ओन्ली सप्तमी, द अधि वर्ड् also gets a karma pravachaniya samnya. It is a samnya. Karma pravachaniya means is that samnya of the is the word, I mean this gets a samnya of karma pravachaniya. Like you know, we have pratipadikam is a samnya, pratyaya is a samnya. Like that adhi becomes a karma pravachaniya samnya. But in, because when it comes as swaswami sambandha with the word ishvara, which kimabhi na prekshade, tatta ishvara padasya saptami eva tasya tasya karanam bhavati adi idi padasya karma pravajaniyatva karanam. Karma pravajaniyatva karanam ishvare कर्म प्रवचनीयता भवति अति इति पदेन इति कृत्वा कर्मप्रवचनीयसंज्ञा भवति. अवगतं वा? आम् आं महोदय. तत्र अस्माद् आधिक्यम् एतत् पदं स्वमपेक्षते इति अत्र अस्ति न? आम्, किमपि न अपेक्षते, स्वम् अपेक्षते. स्वम् अपेक्षते इत्युक्ते स्वम् इति भवेत् न? स्वम् इति अन्य अपेक्षा नास्ति, यत्र अन्य अपेक्षा नास्ति तत्र स्वम् अपेक्षा भवति. स्वस्वामिभावसम्बन्धः अस्ति तत्कारणात् ईश्वरः इति स्वामी, therefore स्वम् अपेक्षते. स्वम् इति भूः इति अपेक्षते, अधिरीश्वरे भूः अपेक्षते. ऐ थाट् इट्स् एक्स्पेक्टिङ्ग् अ स्वम् स्वं पदम्. एक्साक्ट्लि दट् इस् वाट् ऐ आल्सो अण्डर्स्टुड्. या स्वं लैक् वाट् स्वस्वा महोदय स्वस्वामिन सम्बन्धं सूचयति. स्वामी तु अस्ति, ईश्वरः तु स्वामी. स्वामी स्वं पद इस् एक्स्पेक्टेड्. हू इस् स्वं ओर् स्वा ओर् स्वा स्वः ओर् स्वा ओर् स्वम् अपेक्षते न? आं भगिनि, स्वम् महोदय उक्तवान् स्वं न अपेक्षते. बट् अन्यपेक्षा यत्र अन्यपेक्षा नास्ति तत्र स्वम् अपेक्षते न? स्वं स्वम् इण्डिकेटिङ्ग् पद इत् इस् एक्स्पेक्टेड् दट्स् वाट् ऐ थाट्. स्वम् मीन्स् सेल्फ् इसन्ट् इट्? No, no, Mahodaya. Here, Swam is like Swaswami Sambandha. The Swa could be Bhu, or Swa could be any Jana, or Swa could be anything, right? Swaswami Sambandha. For Ishvara is Swami, Swa could be anybody, Bhu, Hu, Janaha, or some Pradesha, Janaha, something. Like Panchalaha, Devadatta, something like that. See, the word Swa is one soul. So Swaswami Sambandha means when he becomes his own Swami, then he becomes a Swaswami, na? Yeah, he becomes his own Swami. He doesn't become everybody's Swami. Yeah, that is why when I said Swaswami means Anya Pesha Nasti for the Swamitva, for the Swamitva. Whereas for the Bhu or Panjala, it cannot become its own Swami, because that there is Swamitvam vastu nasti. Anya apeksha asti for the Bhumi or for Panchala or for India, there is a Swami requirement. Then only the Swamitvam will go, Swamitvam will reside in something else, no? But the Kashika statement says Ishvaraha Swami sa cha swam apekshate atra. स्वम् इति पदस्य उदाहरणम् एक्स्पेक्टेड् अधि ब्रह्मदत्ते पञ्चालाः. पञ्चालाः इति स्वं, ब्रह्मदत्ते इति ईश्वरः, अधि इति पञ्चालेषु ब्रह्मदत्तः. विद् रेस्पेक्ट् टु विवक्षा इस् पञ्चालेषु, अधि पञ्चालेषु ब्रह्मदत्तः. So here the adikyam is in brahmadatta, but panchaleshu is the saptami antam padam. There the compound is not formed, but we can put the vivaksha, can be anything. We can put either brahmadatte or panchaleshu, but adi brahma, the way I understood, adi brahmadatte panchalaha yasya adikyam asti tat padam saptami rupena asti chet, then samasaha possible. यस्य आधिक्यं नास्ति तत्पदं सप्तमीरूपेण अस्ति चेत् समासः नाट् पासिबल्. समासस्य विषये नास्ति मम प्रश्नः. स्वम् अपेक्षते, दट् स्टेट्मेण्ट् एक्स्पेक्ट्स् स्वं पदम्. स्वं तत्र स्वम् इत्युक्ते किम्? Swam, it can be anything. It can be anything. It's Swam Pada is here like Janaha or Bhuhu or Bhumi. Prapancham. Yeah, Prapancha, yeah. That's why the example is Adhi Brahmadatte Panchalaha. The Swam Padam is Panchalaha with respect to Brahmadatta. See, what I understood from Swampadam is Atmiyam. Swam means for oneself or on oneself. स्वरशब्दे अन्येभ्यो वीति धनम् इत्यादि इस् वाट् इस् सेयिङ्ग् सो दट् समासविषयम् इस् कमिङ्ग् बिकास् आफ् दिस् सूत्र बट् देर् दट् दट् स्टेट्मेण्ट् स्वम् अपेक्षते ऐ वुड् थिङ्क् दट्स् मै थिङ्क् Okay, let us see. Anyway, we'll go proceed then, further than read then. So, what does Adhirishwara say? Adhirishwara? Swaswami Bhava Sambandhe, Swaswami Bhava Sambandhe, Adhihi Karma Pravachaniya Sanyaha Syat. Swaswami Sambandharte Vartamane Adhi Ityasya Karma Pravachaniya Sanyaha Bhavati. ईश्वरः स्वामी सः च स्वम् अपेक्षते ओ भगिनी आल्सो इस् द सेम् सेण्टेन्स् ओके स्वस्वामी सम्बन्धे अधिः कर्मप्रवचनीयसंज्ञः भवति स्वस्वामी सम्बन्धे अधिः कर्मप्रवचनीयसंज्ञा भवति तत्र कदाचित् स्वामिनः कर्मप्रवचनीययुक्ते सप्तमी भवति कदाचित् स्वस्य sometimes adi goes with swaminah sometimes adi goes with swapadam adirishvare okay. swaswami bhava sambandhe adihi karma pravachaniya sanyasya okay but see but so now the clarity which I need for my sake is whether the swapadam is it for swastya arthe asti va yeah or is it showing something other than how can it be something other than it can be anybody else's also no bagini mahoda I thought ishwarah is the swami for everybody right now no forget about the ishwara and use the example of Panjala here. Brahmadatta and Panjala. Brahmadatta is not an Ishwara. Panjala is a Desha. Yeah, with respect to all the citizens of Panjala, Brahmadatta is the king. Right. So, for Brahmadatta, for him, Panjala is Swastya. Swastya Desha. But the for Nagaravasin of Panjala, they cannot say the entire Panjala is Swastya, no? No. But for all the Panjala people, Ishwara, the Swami is Brahmadatta. That is right. So from that point of view, Swaswami means, so for Panjala, Swami is Brahmadatta. Right? Amma. आं महोदय आम् आं पाञ्चालस्य स्वामी स्वामी ते ब्रह्मदत्त स स्वस्वामिसम्बन्ध स्वस्वामिभावसम्बन्ध स्वामी इस् ब्रह्मदत्त स्व इस् पञ्चालाः ओके देन् वाट् डस् दिस् सूत्र से यस्मादादिक्यं यस्य च ईश्वरवचनं तत्र सप्तमी यस्मात् अधिकं यस्य च ईश्वरवचनं तत्र कर्मप्रवचनीयैर्युक्ते सप्तमी विभक्तिः भवति यस्मात् आधिक्यं सूचितं भवति अथवा यस्य ऐश्वर्यम् अर्थात् ईश्वरत्वं स्वामित्वं सूचितं भवति तस्य सप्तमी विभक्तिः भवति कर्मप्रवचनीययुक्ते ऐश्वर्यार्थे स्ववाचकात् अथवा स्वामिवाचकात् द्वयोः मध्ये एकस्मात् सप्तमी विभक्तिः भवितुम् अर्हति ईश्वरवचनस्य नाम यस्मिन् सामर्थ्यं स्वामित्वं वर्तते यस्य च ईश्वरवचनं इति स्वस्वामिनोः द्वयोः अपि पर्यायेण सप्तमी विभक्तिः भवति यस्य ईश्वरत्वम् उच्यते तस्मिन् अर्थे या सप्तमी भवति सा स्ववाचकात् स्वामिवाचकाच्च पर्यायः भवति. इदं सूत्रं कर्मप्रवचनीययुक्ते द्वितीयायाः अपवादः. दलकृत्यं कर्तुं शक्यते वा महोदय? दलकृत्यं कृत्वा सूत्रस्य दलकृत्यं कृत्वा यस्मात् अधिकं यस्य च ईश्वरवचनं तत्र सप्तमी. एकं वाक्यं पठित्वा यस्मात् अधिकं तत्र सप्तमी यस्य च ईश्वरवचनं तत्र सप्तमी. यस्मात् आधिक्यं सूचयति तत्र सप्तमी भवति. यस्मात् आधिक्यं भूमेः उपरि आधिक्यं चेत् भुवि तत्र सप्तमी भवति. यस्य ईश्वरत्वम् अधीनत्वम् ईश्वरे अस्ति अतः ईश्वरे अधि ईश्वरे भूः यस्मात् पञ्चमी भवति आधिक्यं प्रथमा भवति यस्य षष्टी च अव्ययम् ईश्वरवचनं प्रथमा अव्ययम् कर्मप्रवचनीययुक्ते अनुवृत्ति अनभिहिते अनुक्ते इति. सो कर्मप्रवचनीययुक्ते इति वर्तते. यस्मात् अधिकं यस्य च ईश्वरवचनं सप्तमी उपस्वाद्यं Please read it, Bhagini. Okay, so yasmad adhikam yasya cheshvara vachanam tatra saptami adhirishvare. So it is an explanation for both. When the person or thing exceeds something else or is master of something else, that which is exceeded or is master of takes saptami if in composition with a karma pravachaniya. Upa in the sense of excess, adhikya and adhi in the sense of master are the two karakas that are used here. Upakharyam dronaha, the major drona is in excess of khari. Upaparardhe harer gunaha, the attributes of hari exceed the numeral parardha. When in composition with adhi, both sva, the possession, and the swamin, the possessor, take saptami at a time. Adhi panchaleshu devadattaha. Devadatta is master of the panchala country. Adhi devadatte panchala. The panchala country is under the possession of devadatta. Only the construction varies, the meaning remains the same. Okay. So tatra adhikyam is in excess. Yes. Okay. So in Brahmadatta and Panchala, who, what is in excess? Who is excess? There it is master. So Adhi is also used there it is master. See, there are two conditions here, Bhagini. One is in which Adhikyam exists. That example is given as Upakaryam Drona. Drona is a measurement, like a liter. So karyam is excess of 1 liter when it is there. Then the adhikyam is there, there the saptami will happen. Or Ishravachanam. Ishravachanam is Swaswami Sambandha. Like Panjala, then Adhikya, and no Panjala Yeshu Devadatta. This is Swami Swami Sambandha. Adi Devadatte Panjala. Adi Panjaleshu Devata Idi Jesus. These are the two examples of Ishwara Vachanasya. And Adirishware is a karma pravachaniya yukta because of that. That is why that is anuvarti is there for Ishvara Vachana. If you look at the anuvarti, karma pravachaniya yukte is the anuvarti saitam. For which padam? There is only one padam which can go into karma pravachaniya yukte adi iti with that part. Ishvara Vachana. Whereas Adikyam is not, I don't think it is there, it is talking about the karma pravachaniya samtya. No, Adikyam also for karma pravachaniya only, Mahadeva. Is it there? Adikyam is there in the karma pravachaniya samtya astiva? That's what I thought. Or is it because it both are covered under Tattami? Upa in the sense of excess. And Adhi. Upa. So there are two Upa and Adhi that are being used in the sense of Adhikyam and Master. Right. The Yasmat Adhikyam is... Yasmat Adhikam and Yasyacha. The Yasyacha indicates the Upa, I think. Yasyacha Ishvara. No, this is not that one. Nipatyade Adhikam. So what this sutra, what does it say? Yasmad adikyam yasya cha ishvara vachanam tatra saptami vedi. So it is defining that the saptami should happen. Now when should it happen? Cha ishvara vachanam means when ishvara vachanam is there, then also the saptami will come, because as that karma pravachaniya yukte iti sutrasya balena, right? Now, yasmad adikyam. Sometimes it becomes... No, if you... Jisse jada hai, uski par saptami na. Yasmad adikyam is... It is greater than what? That what gets the saptami. So, your kharyam and pararthe, it is more than kharya, it is more than pararthe. So, Parardhi and Kharya have the saptami. So, which word will get saptami? Kharya will get or Padartha will get or so Ishvara Kharya, will get? No, Kharya will get, right? It is Upa Kharyam Dronaha. Upa is in the meaning of more. But it is more than what? It is more than Kharya, Khari, basically. So, Kharya. Upa in the sense of, Upa in the sense of. Adikya and Adi in the sense of master are the two karma pravachaniyas. Yeah. Okay. So Upa Parardhe Harer Gunaha. Atra Upa is karma pravachaniya samtya. For Adikya. Yeah. For Adi Ayasmad Adikyam. And Ishvara Vachane Adirame Bhu. So those are the two karma pravachaniyas. Yeah. Okay. So Adhishwari Bhu also, Ishwar is the Swami of Bhu, right? So Ishwar is the Saptami. And Adhi is in the sense of master. But from what I understood in, and explained, I told in the class is that only when the Swaswami Sambandha bhavam asti chet eva saptami shaundai sutrasya balam bhavati. Even though saptami vidiyate chet api swam yasmad adikyam kim, these two words may call for a saptami word like karyam, karye, karyam or parardhe. All those things will get adhikyam rastrasi upa samyutte because of this sutra it will get a saptami. But since it is not coming under shaundadigane, there will not be saptami satpurusha samasa under the sutra saptami satchaundai. But because of the this karma pravachaniya yukte karanena saptami bhavati ubayoho avasthaya ishvara vachana yojanena ya yasmad adishkyam bhavati iti sujayati chetapi. Am I right? What do you say? Shabhini, right? Or Sharmila ji? I can't comment about that. I think the others are more qualified to comment. Haruna Bhagini, you are attending Karaka also, no? So you should be able to guide us. No, I'm not attending Karaka Mahoday. I dropped out. Oh, you dropped out. Oh. Yeah, because it's too, I was beyond me to understand that. So. I am because initially when I was listening, I heard your name being taken by. Yeah, one time I. Sukhavanam. I did the first few classes of Sukhavanam Mahodaya, then it was too much for me. I'm not following. Okay. So I dropped out. So, okay, then. It looks like this, that karma parvachaniya yukte yasmad adhikyam bhavati chedapi ishvara vachanam asti chedapi saptami vidiyate yasmad adhikyam yasya cha ishvara vachanam tatra saptami iti sutra balat. Kintu shaundadigane kevalam adi iti padam asti iti krutva adi ईश्वरे कर्मप्रवचनीय युक्ते अधिरीश्वरे इति ईश्वराधीना इति सर्व समस्ते सप्तमी पूर्वपदं भूत्वा ईश्वरे इति सप्तमी अस्ति कृत्वा ईश्वराधीना इति सप्तमी तत्पुरुष समासः भवति सप्तमी शौण्डैः इति सूत्रेण ति सप्तमी शौण्डैः ईश्वराधीना भू वेरस् Bhu comes in the first, like Panjaleshu Devadatta. I think that example is there given here. See. Adi de Brahmadatte Panjalaha. Panjalaha Brahmadasya Adhikaryasthi. Brahmadatta Swamihi. Panjalaha Swaha. Right. Adi ityasya karma parvachaniya samtya bhavati adirishvare iti sutrena. Yatohi swaswami sambandhama jnayate. आदि इति शब्दस्य योगे स्वामिनः ब्रह्मदत्तस्य सप्तमी भवति यस्माद् आदिकं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण दट् इस् द फस्ट् कण्डीशन् आदि ब्रह्मदत्ते पाञ्चाल आदि पाञ्चालेषु ब्रह्मदत्त अस्मिन् उदाहरणे आदि इत्यस्य कर्मप्रवचने संज्ञा भवति अधिरीश्वरे इति सूत्रेण यतोहि स्वस्वामिसम्बन्धः ज्ञायते अदि इति शब्दस्य योगे पाञ्चाल इति स्ववाचकात् सप्तमी भवति यस्मादाधिक्यं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण पाञ्चालेभ्य एव ब्रह्मदत्तस्य स्वामित्वं वर्तते सो आदि ब्रह्मदत्तादीनं पाञ्चाल इति सप्तमी सत्पुरुष समासः भवति नाट् द अदर् वे अरौण्ड् पाञ्जाल एण्ड् अदि केनाट् बि मेड् इन् टु सप्तमी सत्पुरुष समास बिकास् आदित्यम् ईस् इन् दे ब्रह्मदत्त रैट् सो दिस् एक्साम्पल् इस् द वन् विच् इस् एक्स्प्लेनिङ्ग् दट् सो अरुणा भगिनी पठति वा स्ववाचका सप्तम्य उदाहरणं यस्मादादिकं सूचयितुं तस्य पूर्वं महोदय क्विक् क्वश्चन् महोदय तत्र कथम् उप आयाति अत्र तु उप नास्ति उप तु अस्मिन् उदाहरणे नास्ति नो इट् डजन्ट् कम् इन् दिस् वन् ओन्ली बिकास् दट् सूत्र मेन्शन्स् अबौट् इट् यस्मादादिक्यं that sutra mentions in the ashtadhyayi.com that adikyarte upavavati. Just as adi is a karma pravachane samjna for the adirishware, upa is a word which is used for adikyam sujayitam. Astu, astu. तस्य सप्तमी विभक्ति कोई सम्बन्धः नास्ति, सप्तमी तत्पुरुषसम्बन्धः नास्ति, केवलं सप्तमी उपायुक्ते आधिक्यदर्शने सप्तमी भवति यदा उदा उपपरार्थे हरेर् गुणः इति उदाहरणे. अस्तु महोदय. महोदय, यस्मात् सप्तमी, यस्मात् इति पञ्चमी पदस्य पदस्य अर्थः भवति एतत् वा, लैक् यस्मात् कुत्र अस्ति सूत्रं, सूत्रं कुत्र अस्ति महोदय? यस्मात् आधिक्यं, यस्मात् आधिक्यं, तत्र वाट् इस् द एक्साक्ट् मीनिङ्ग् इन् इङ्ग्लिश्? यस्मात् आधिक्यं, दट् इस् आधिक्यं फ्रम् अधिकं, यस्मात् आधिक्यं सूचितम्, यस्मात् अधिकम्. That's true. Now on the screen, what we see within the brackets, यस्मात् आधिक्यं सूचितम्. आम् आम् तत्र तत्र यस्मात् आधिक्यं तत्र that आधिक्यं comes from that subject. Is it that meaning? Yeah, यस्मात् आधिक्यम् इस् मीन्स् हियर् द स्वामित्वं सूचयति. यस्मात् स्वामित्वं सूचयति, भूः भूः भूः भू स्वामित्वं रामिन् रामे अस्ति, भुवि रामे इति अधिभुवि राम इति उदाहरणे श्रीरामः पृथिव्याः स्वामी इत्यर्थः. सो पृथिव्यात् स्वामित्वं रामे अधिष्ठानं भवति. पृथिव्याः स्वामित्वं रामे अधिष्ठितं भवति, तत्र आधिक्यं रामे भवति. दट् इस् पृथिव्याः उपरि रामस्य आधिक्यम्. तदेव. Right? So it is one and the same thing, no? Adi, Bhuvi, Ramaha. Adi, Rame, Bhuvi. In both the places, Swami is Ramaha. Right. Swami is Rama. But what happens is that because of that sutram, Saptami Shaundaihi, Adi has to be a Uttarapadam or Purvapadam. Right? Since Saptami Shaundaihi, what does it say? सप्तम्यन्तं वचनं पूर्वपदं भवति सूत्रे सप्तमी इति प्रथमा विभक्त्याम् अस्ति कृत्वा, देयरफोर रामे हेज टु बी द पूर्वपदम् एंड आदि हेज टु बी द उत्तरपदम्, देयरफोर राम योगः आदि, देन यू गेट द सप्तमी सौंडे इति सूत्रेण रामाधीन भुवि इति. Not clear? If you read the last line, Ramadina Bhuvi iti samasa bhavati. Kintu Adibhuvi Rama iti samasa na bhavati. So there the Bhuvi is in Saptami. But if Rame is in Saptami, then Rame Yoga Adi Yoga Su, then you get सप्तमी शौण्डै इति सूत्रेण रामाधीना भुवि. बट् समस्तपदम् अधिरामः तदेव न अधिरामे भू सो समस्तपदम् अधिरामे नो समस्तपदम् दट् विल् बि विग्रहवाक्यम् अधिरामे भू इति विग्रहवाक्यम् What is samastapadam? Adhirame. Samastapadam will be Ramadhinabhu. See, no, here no, you no, look at... Amad. Here you look at this. Ishwaradhinabhu. Adi Ishwere Bhu. Now, Ishwere Rama is both are the same. Adi Ishwere Bhu is the Vigraha Vakyam. Now, Ishwere Swamitvam Asti Iti Kritva Tasya Saptami Adi Iti Shaundadi Gane Asti Kritva Ishwara Yogaha Adi, that will be the Vigraha Vakyam. It is given here? No. No, Vigraha Vakyam is not given here. I think here it is given, no? In this one, in this case. Aksha Sukha, Sup Yoga Shaunda Sukha. So here, Ishwara Yogaha Sup, Ishwara Yogaha Ni, Saptami, no? Ishwara Yogaha Ni, Yogaha Adi Yogaha Su, Adi Idi Abhyamasti Kritva Lopa Bhavati. So Ishwara Yogaha Adi, it is Siddhe Ishwaradi, then it happens that Ishwaradina, it will be the final form. That step is given here, I think, in the bottom, somewhere this is given. See, Adi Ishwara Bhu Samasa, Ishwaradina Bhu, Vyasa Prayoga Adi Se. Alokika Vigraha Vakyam, what will happen? Ishwara Yogaha Ni Yogaha Adi. Saptami Shaundri Idi Sutrena Krite Pradipadiva Samjna Bhavati. Aduna, there is a special sutra. Ashat Chakshasiti Ungola Karmalam Purushadyuttarapadad Kaha Idi Pratya Vidyate. Kaha, and then Kaha gets replaced by In. There is another sutra for that. So first is in the Akshashi Chita, this sutra Uttarapadam Asti Che, Kaha Idi Kritpatya, Idi Pratyaya Vidyate, then Kha is replaced with, Kaha is replaced with In. So what happens is, Adi, Sishara plus Adi plus In will come. Then yasya this thing bam yasya jam e this thing te guluke ishwarada will come, then in will come, then ishwaradin will be the form, and ishwaradin with the, then that the see here yasya te yasyadi cha iti ishwarad yogaha in, because ka is replaced with in. So, Ishwarad plus In will Ishwaradina Idi Bhavati. Adunaha Subhutpati Bhavati Bhutva Ishwaradinaha Ishwaradina Ishwaradinam. Idi Trishulingeshu Bhavati. This is the step. This we have not come to, we have not studied that, because these sutras are important there. One is Ashankarshiti Ngangulam Karma Karmala Karmalam Purushad Dyuttarapadat Kaha. This is Kha Vidyate, then this sutra is Aya Ne In Iya will Yada Sankhyam will get replaced when Fa Tha Kha Cha Dham, when these Pratyayas are added, these will be replaced with these Adesha Pratyayadinam. Therefore, see here it says that Fa Tha Kha Cha Dha इत्येतेषां क्रमेण आयन् एय ईयन् ईय ईय आदेशः भवति. सो इन् अवर् केस् खा इस् द विधि फार् ईश्वरादीन खा. सो खा इत्यस्य स्थाने ईयन् आदेशः भवति. सो ईश्वरादीन विल् द फार्म् एण्ड् देन् सुबुत्पत्ति. सो देट् वि आर् नाट् कम् टैकन् इन् द क्लास्. सो विल् स्टिक् टु हियर् ओन्ली. द फार्मेशन् आफ् द वर्ड् विल् कम् लेटर्. But here the main thing which we have to take is in that thing is that only in the case of Swaswami Sambandha Bhavam Asti Chedeva Adi Iti Shaundadi Gana Padasya Yukte Swami Padasya Yojanena Swami Saptamyandam Vadam Bhavati Ishara Bhavatu Rama Bhavatu Brahmadatta Bhavatu Kimavi Bhavatu Saptami Padasya Ande पूर्वपदं भूत्वा उत्तरपदम् अधि इति शौण्डादिगणपदस्य युक्ते सप्तमी षोण्ड इति सूत्रेण आदीना इति समस्तपदं भवति. अदर् वे रौण्ड् यस्मादाधिक्यं रामत्व स्वस्वामिसम्बन्धः नास्ति किम् आधिक्यम् अस्ति तत्र व्यस्तप्रयोगमेव भवति. यदा भवनी अधिभूयि रामः इत्यत्र सप्तमी तत्पुरुषसमासः न भवति इति. बिकास् भुवि ईवन् दो इस् इन् सप्तमी भुवादीना राम वि काण्ट् से. इफ् यु लुक् अट् इट् द सेम् वे द भुवि इस् इन् सप्तम्यन्दं पदम् अधि इस् द षौण्डादिगणपदं. सो भुवि प्लस् अधि can it become a saptami tatpurusha samasa? No, because swamitvam is not in bhuvi, swamitvam is in rama. Therefore rama shabda saptami asti chet eva saptami shaundai iti sutrena saptami tatpurusha bhavati, not the other way around. But other way around is vyasta prayogam is possible because of yasmad adikyam yasya cha ishvara vachanam tatra saptami iti sutrena. The sutra balam keeps saying either rama can be in saptami or the yasmin adikyam asti tadavi saptami bhavitum arhati adi yukte. I think is it clear? No, I think adikyam asti chet saptami vibhakti agantam shakyate, but parantu samasta saptami तत्पुरुषसमासः न भवति. सप्तमी तत्पुरुषसमासः तदेव तत्रैव भवति यत्र स्वस्वामिसम्बन्धे स्वामित्वं कस्मिन् पदे अस्ति तस्य सप्तमी युक्ते आदि इति षौण्डादिगणे युक्ते सप्तमी तत्पुरुषसमासः भवति. कन्फ्यूसिङ्ग् गीताञ्जलि भगिनी? When you listen to it, seems clear. I'm a little confused. Sorry. I know. Sorry, Mahodaya. See, it is very simple. See, let us look at this way. I'll in English. Adi Bhuvi Rama word is there. Now, Bhuvi means earth. Adhikaram is in for Rama. So, the Adi word can be used to indicate adhikyam either in the bhumi adhikyam which is residing in Rama, or Rama as a swami, he is having control over bhumi in the bhumi. In both the cases the saptami can use in either of the word in bhu or in Rama. Adi will be the to indicate the adhikyam part of it. And Adi is a Shaundadigana Dhatu, Shaundadigana Shabda, Padam. So, only if the Swamin Saptami Bhutva, if the Swamin, if whether Rame, Ishware, Devadatte, Brahmadatte, iti Saptami Bhavati Cheteva, Tata Anandaram Purva Padam Bhavati, Tata Anandaram Adi iti Uttara Padam Bhavati, इति कृत्वा सप्तमी षौण्डै सूत्रबलात् रामादीन ईश्वरादीन देवदत्तादीन ब्रह्मदत्तादीन इति सप्तमी सत्पुरुषसमास पदं भवति. बट् इफ् भुवि इस् इन् सप्तमी बट् दट् इस् नाट् ए स्वामी तत्र इवन् दो अदि इस् इन् षौण्डै षौण्डादिगणे अस्ति चेदपि भुवि बिकास् स्वामित्वम् इस् नाट् दर् भू अधीना राम इति वक्तुं न शक्यते. सो बिकास् राम देन् बिकम्स् ए सबार्डिनेट् टु एर्त् इन् दट् केस् विच् केनाट् हेपन्. नौ इस् इट् क्लियर्? स्पष्टम् अधुना. स्पष्टम् अधुना. इत्युक्ते रामाधीना इट् डजन्ट् लुक् लैक् सप्तमी, इट् लुक्स् लैक् तृतीय आर् समथिङ्ग्, बट् इट्स् एक्चुली सप्तमी. इट्स् सप्तमी रामाधीना इस् प्रथमविभक्ति. रामाधीना इस् प्रातिपदिकं. So, Ramadinaha, oh. Ramadina, it is a Srilingam, Ramadinam, it is Napumsakalingam. Astu Mahode, Avagatam, Astu. Because in is a Adesha for Kha Pratyaya. If you look at this example, I mean that word here, the Kha is a Pratyaya which is being the Samastha Parandam, Padanda Pratyaya, Kaha. Kaha gets an Adesha of E of this Sutra. Aya Neya Iyan Iya Iya Adesho Bhavati Patha Khacha Tha Ityetesham Karma Kramena. So when the Adesha comes, then you have Adi plus Ishara plus Adi, and then what happens is that Ishara Ishwarad, then Yasyeti Cha Idi Bhasamnya Bhutva Antima Ikarasya Lopo Bhavati. So Ishwarad Idi Bhavati. Ishwarad Yogaha. In Ishwaradin, the Dirga E will come. Instead of Hrusva E, Adi is a Hrusva E. The Hrusva E is a Bhasamnya Bhutva that will go. So Ishwarad will govern. Then when we add In Pratyaya, the Adesha, substitute Adesha, instead of Kha, then you get a Dirga Ikara. So Ishwara Deen Iti Pratipatikam. And A is the Basamtya that Yojanena Ishwara Deena Iti Pratipatikam Bhavati. Then Ishwara Deena Pratipatikam, then you add a Sup. If it is Pullinga, you will get a Visarga. If it is Srilinga, you will get a Dirga Akara top. And if it is a Napumsaka Linga, you will get an Amadesha. So Ishwaradinaha, Ishwaradina, Ishwaradinam. Depending upon the, because this becomes a Visheshna Padam. And for Ishwaradina, Kim. So if it is Bhu, then Ishwaradinaha, Ishwaradina Bhu. Bhu is the Srilinga Asti, Iti Krutva. So Ishwaradinam Karmam. ईश्वराधीनं भवति कर्मम् इति नपुंसकलिङ्गम् ईश्वराधीनं ब्रह्मन् ईश्वराधीनं कर्मम् ईश्वराधीनः प्रह्लादः सो दर् इति वि पुल्लिङ्गम् प्रह्लादः ओके अस्तु अस्तु अवगतं धन्यवादः महोदय आई थिंक वी विल सी मोर इन द क्लास विल स्टॉप हियर नो बिकॉज़ मगनी हैज नॉट टेकन बियॉन्ड दिस सो आई डोंट वांट टू गो इनटू दिस एस्पेक्ट नाउ डिस्कस द रामाधीना भू दिस वी स्टॉप्ड हियर इन द क्लास आफ्टर एक्सप्लेनिंग यस्मादादिकिम यस्य च ईश्वर वजनं तत्र षष्ठमीति आई ओनली हैड दैट डाउट ऑफ स्वा इज बट हियर बगनी इज वेरी क्लियरली गिवन दैट is that swa is here see adi brahmadatte panchalaha panchalaha brahmadasya adhikare asti so Brahmadatta is a Swami for Panjalaha. Brahmadattaha Swami, Panjalaha Swaha. Swaha. So, Swaswami Sambandha, then I know that what Usha Bhagini and Shamala Bhagini said is right. Swa is, it is not just, it's the meaning not self. Not one's own. So. Yeah, not one's own. It is. Okay. That clarified my doubt also. किमर्थं पाञ्चालाः तत्र बहुवचनं इट्स् अ ग्रूप् आफ् विलेजस् ऐ थाट्स् वाट् वी केन् एक्स्प्लेन् एक्चुअली द वर्ड् पाञ्चाला इस् कमिङ्ग् फ्रोम् द पञ्च आला पञ्च आलानां समाहार इस देशानां पाञ्जालं पञ्चभिः इस् अ यूसिङ्ग् पञ्चभिः प्रधानाभि सो पञ्च प्रधानाभिर्नाभि किं चलति पर्याप्नोति आप्नोति इति पाञ्चालः तदा स्वार्थे अण् पाञ्जालराज्यं द्रुपदं गृहीत्वा सरलवाक्यम् अस्ति चेत् पाञ्चालानां स्वामी ब्रह्मदत्तः आम् पाञ्चालानां स्वामी वा पाञ्चालेषु स्वामी वा सप्तमी भवति आधिक्यं पाञ्चालेषु पाञ्चालेषु स्वामी ओके अत्र स्थगयामः धन्यवादः.